नमस्सर्वेभ्यः. अस्माकं गीतासोपानस्य वर्गं प्रति सर्वेभ्यः स्वागतम्. प्रवर्तमानः विषयः अस्ति षष्ठीविभक्तिः. गतवर्गे वयम् अकारान्त पुंलिङ्गशब्दानाम् एवमेव आकारान्त स्त्रीलिङ्गशब्दानाम् एवमेव ईकारान्त स्त्रीलिङ्गशब्दानां तथा हि अकारान्त पुंलिङ्ग नपुंसकलिङ्गशब्दानां षष्ठीविभक्त्याः रूपाणि दृष्टवन्तः. तत्र गृहकार्यरूपेण अभ्यासः इति अंशः करणीयः आसीत्. तम् अभ्यासं प्रति गच्छामः अद्य. आदौ तु यथा प्रकारः ध्येयमन्त्रः. एकः निमिषः, अहं स्क्रीन् शेर् करिष्यामि. अहम् एकं वारं पठिष्यामि, अनुवादं कर्तुम् अहम् आह्वयामि. आल ॐ श्रीगुरुभ्यो नमः. च तथा त्यागित्वमेव च एते वै सप्तदोषा स्युः सदा विद्यार्थिनां मताः. विशालाक्षी भगिनी पठति किम्? सुप्रभातम्. हरि ओम्. मम ध्वनि सुप्रभातं किल? श्रूयते श्रूयते. आलस्यं मदमोहौ च चापलं गोष्ठिरेव च स्तब्धता चाभिमानित्वं तथा त्यागित्वमेव च एते वै सप्तदोषाः स्युः सदा विद्यार्थिनां. क्षम्यतां, स्युः अत्र स्वीकरणीयम्. एते वै सप्तदोषा स्युः, एते वै सप्तदोषा स्युः सदा विद्यार्थिनां मताः. उत्तमं, धन्यवादः. इङ्ग्लिश् वा? अर्थं पठतु भगिनि. लेज़िनेस्, प्राइड् एण्ड् पेशन्, fickle-mindedness, loose talks, arrogance, pretentiousness, self-conceit and greediness, or not having the attitude of sacrificing, these are considered as ills by the seekers of knowledge. So laziness, alasyam, pride and passion, mada moha, chapalam, fickle-mindedness, गोष्ठिः, देर् इट् इस् गोष्ठिः एव च. गोष्ठिः इस् लूस्ड् आफ् तप् मिस्सिङ्ग् दिस् ऐ काण्ट् हियर् यू सम् प्लेसेस्. वाय्स् इस् ब्रेकिङ्ग्. या सेल्फ् कन्सीट् जस्ट् रिमेम्बर् ओवर् हियर् दट् देर् इस् एन् अवग्रहचिह्नम् ओवर् देर्. सो तथा तथा एण्ड् देन् देर् इस् एन् अवग्रहचिह्नम् एण्ड् अत्यागित्वं, देट् अ गोज़् अवे एण्ड् अ अवग्रहचिह्नं कम्स्. ओके, अत्यागित्वम् इस् ग्रीडिनेस् और् नाट् हेविङ्ग् द एटिट्यूड् आफ् सर्विङ्ग् और् सेक्रिफैसिङ्ग्. दीस् आर् द सेवेन् इल्स् फार् अ स्टूडेण्ट्. अस्तु, इदानीं गृहपाठं प्रति गच्छामः. पुरतः सर्वेषां पुरतः गीतासोपानम् अस्ति इति मन्ये. तत्र द्वाविंशतितमः पुटः स्वीकर्तुं शक्यते. कविता भगिनी आरम्भं करोतु. धन्यवादः भगिनी. विशालाक्षी भगिनी धन्यवादः. नमस्ते भगिनि. वदतु भगिनि. कोष्टके विद्यमानानां शब्दानाम् उपयोगेन वाक्यानि रचयत्. रचयत कोष्ठके, सप्तमी उत्तमं प्रातिपदिकं किम् कोष्ठ अकारान्त पुंलिङ्ग् शब्दः उत्तमम् अग्रे आदित्यः विष्णुः भगवान् आदित्यः क्षम्यतां भगिनि क्षम्यतां विद्यमानानां विद्यमानानां एस् शोन् इन् द सप्त विभक्तिः का षष्टिविभक्ति उत्तमं षष्टिविभक्ति शब्दानां बहुवचनम् उत्तमं बहुवचनम् उपयोगेन बै यूसिङ्ग् हलो भगिनि श्रुतं किं न श्रुतं मया हरि ओम् आर् यु एबल् टु लिसन् मेम् वी केन् हियर् यु अच्छा अच्छा भगिनि श्रूयते किं मम दर्शन वी केन् हियर् यु बट् यु काण्ट् हियर् अस् ऐ थिङ्क् इदानीं पठतु भगिनि आं भगिनि हरि ओम् उपयोगेन बै यूसिङ्ग् इन्स्ट्रुमेण्टल् तृतीया विभक्तिः उत्तमं इन्स्ट्रुमेण्टल् उत्तमं वाक्यानि आफ् द सेण्टेन्सेस् वाक्य परन्तु तत्र किमर्थम् आफ् द वर्ड्स् इन् द कोष्टक दट् इस् इन् द टेबल् फ्रेम् सेण्टेन्सेस् ओके सो वाक्यानि इस् सेण्टेन्सेस् नाट् आफ् द सेण्टेन्सेस् बट् सेण्टेन्सेस् तत्र वाक्यानि इति शब्दस्य विभक्तिः का वदतु रचयत कीदृशं पदं रचयत इस् लट् मेक् लोट्लकार उत्तमं लोट्लकार क्रियापदम् ओके सो मेक् वाट् मेक् सेण्टेन्सेस् सो इट् बिकम्स् द आब्जेक्ट् कर्मपदम् अस्ति तत्र कर्मपदम् अस्ति तर्हि विभक्तिः का फोर् वाक्यानि यस् आम् नै वदतु वाक्यानि रचयत तर्हि कर्मपदस्य विभक्तिः का भवितुम् अर्हति प्रथमविभक्ति कर्मपद कर्ता नैव कर्म द्वितीया विभक्तिः द्वितीया विभक्तिः इट् इस् द आब्जेक्ट् रचयत लोट्लकारः भगिनि लोट्लकारस्य रूपाणि वदति किम् रचति धातुः चिन्ता नास्ति भगिनि वदतु आम् आम् निश्चयेन हलो रचयतु रचयताम् उत्तमं रचयतां रचयन्ति उत्तमं हलन्त्यं नास्ति तत् हलन्तं नास्ति रचयानि रचयाव रचयाम रचयतु रचयतां रचयन्तु रचय रचयतं रचयत रचयानि रचयाव रचयाम अस्तु प्रथमं करोतु बुक् सेस् भगवान् आदित्यानां विष्णुः सो बट् मैम भगवान् आदित्यानां विष्णु मीन्स् ऑफ द भगवान् ऑफ द आदित्य भगवान् इट्स विष्णु दिस आई कुडंट अंडरस्टैंड मैम या ऑफ द देयर आर अष्ट आदित्याः सन्ति इति मन्ये सो ऑफ देम विष्णु इज वन ऑफ देम एंड ऑफ ऑफ द आदित्यस विष्णु इज भगवान् दैट मीन्स इन एक्चुअली दिस इज फ्रॉम द विभूति योगः ऑफ द भगवद गीता And when Arjuna asks, tell me the way in which you are present everywhere. At that time, he tells the Vibhuti Yoga, and he tells that how he is in everything that is the best. Not that he is not there everywhere. He is there everywhere, but in some places he is special. Like for example, when we use, if we make an idol of a stone, he is there in stone. But when you make an idol of a stone, that stone, the idol becomes special. So then you can say among stones, he is the idol, like that. So he is there in a special form over there. You can say that he is, we won't pray to any stone. We can pray, but when you see an idol, you will pray in a special way. So that is Vibhuti Yoga. क्षम्यतां मम कृते क्लेशाः नेट्वर्क् अस्य क्लेशाः सन्ति ह्यः रात्रौ तः सिन्स् यस्टर्डे नैट् ऐ एम् हेविङ्ग् प्राब्लम्स् एनिवे चिन्ता नास्ति कुर्मः तर्हि पाण्डवानां धनञ्जयः आफ् द आफ् आफ् द पाण्डवास् ऐ एम् धनञ्जय धनञ्जय इस् अर्जुन यस् अर्जुन Then, Vedanam Samaveda. Vedanam Samaveda. Of the Vedas, I am Samaveda. Samaveda. Music it has. Not that he is not there in the other Vedas, but in a special way he is there in Samaveda. Dhanyavadaha, Bhagini. Vijay Kumar Mahode, Agrimam Karutu. Aam, Bhagini. रुद्राणां शङ्करः तत्र महोदय रेफा अस्ति तदर्थं रुद्राणां मूर्धन्यणकारः रुद्राणां शङ्करः आफ् आल् दि रुद्रा सायं शङ्करः उत्तमं मासानां मार्गशीर्षम् आफ् आल् दि मन्थ् मार्गशीर्षि देवानां वासव नक्षत्राणां शशिः नक्षत्राणां क्षम्यतां महोदय नक्षत्राणां शशी मूर्धन्य शशी धन्यवादः महोदय विशालाक्षी भगिनी अग्रिमं करोतु इन्द्रियाणां मनः एमोङ्ग् द इन्द्रियास् इन्द्रियाणां मनः एमोङ्ग् द इन्द्रियास् ऐ एम् द मैण्ड् उत्तमं भूतानां चेतना भूत पञ्चभूतानल्ल भूतानां चेतना इस् लिविङ्ग् Living being. I am the Jiva. Jiva. अक्षराणाम् अकारः अमोङ्ग् द अक्षरास् द अल्फबेट्स् अकार शब्द इस् ऐ एम् इन् अकार शब्द या हिम् या नाट् ओन्लि इन् नाट् इन् इन् शुड् हव् बीन् सप्तमी विभक्ति ऐ आम् देट् ओन्लि ऐ आम् अकार ऐ आम् देट् यस् यस् स्पेशल् फार्म् या अस्तु धन्यवादः धन्यवादः तर्हि इदानीं त्रयोविंशतिः तमः पुटः अवधेयं विजय थङ्की महोदय आरम्भं करोतु आदौ कोष्टके दत्तानां शब्दानां रूपाणि पठतु हरि ओम् आं भगिनि पठतु अवधेयम् कविः कवे कव्योः कवीनां कवेः कव्योः कवीनां वसुः वसोः वस्वोः वसूनाम् एकनिमिष कविः कविः कीदृशं पदम् महोदय कविः कीदृशं पदं कविः इकारान्त पुल्लिङ्ग उत्तमम् उत्तमम् अग्रे पठतु वसुः कीदृशं पदम् उकारान्त पुल्लिङ्गं पुंलिङ्गम् उत्तमम् वसोः वस्वोः वसूनां पिता पितुः पित्रोः पितॄणां वारि कीदृशं पिता कीदृशं पदम् आकारान्त पुल्लिङ्ग नैव नैव ऋकारान्त पुंलिङ्ग अस्ति तत्र प्रातिपदिकं तु पितृ अस्ति पितृ प्रातिपदिकं पितृ अस्ति तृ अग्रे पठतु पितुः वारि वारिणः वारिणोः वारिणां वारि कीदृशं पदम् इकारान्त स्त्रीलिङ्ग नैव नैव वारि नपुंसकलिङ्ग अस्ति इकारान्त नपुंसकलिङ्ग अस्ति जलमस्ति किल तर्हि इकारान्त नपुंसकलिङ्ग इट् टेक् सम् टैम् टु गेट् यूस् टु इट् चिन्ता नास्ति हौ केन् ऐ ऐडेण्टिफै दट् इट् इस् स्त्रीलिङ्ग आर् पुल्लिङ्ग आक्चुलि टु टेल् यू द ट्रूथ् एण्ड् टु बि वेरि आनेस्ट् देर् इस् no standard rule, okay, but there are some kind of what you call, for example pati can you, as soon as you see pati hi, you will not say it is strilinga, correct? Because okay. Pati has to be pumlinga only. Similarly, vari is water, it is, but Sanskritam has for example table asandah, it is pumlinga. So there is no standard rule excepting that when it comes to all these kind of things, pati, kavi, they have to be pumlinga only, like that only. Water is napumsakalinga, but there is no, as far as I know there is no standard rule to come to know like that only. It comes with practice and with continuous practice, frankly speaking, because if we don't use the words, then we tend to not remember, is my, and those who have an elephant's memory, it becomes easier for them. Otherwise we keep on practicing. There is when you read and you continuously keep on practicing, it comes. Chinta nasti. Now with this discussion you will always remember that vari is napumsakalinga. Even discussions help. Yes. अस्तु अग्रे मधु मधुनः मधुनोः मधूनां नौ यू केन् गेस् यू केन् गेस् देट् मधु वाट् कुड् बी द लिङ्गम् नपुंसकलिङ्गम् यू गेस्ट् इट् वै बिकास् इफ् इट् वास् पुंलिङ्गम् देन् यू वुड् हेव् टु से मधोः बट् इट् इस् नाट् मधोः इट् इस् मधुनः सो आल् उकारान्त पुंलिङ्गः विल् गो एट् मधुनः वारिणः वारिणः ण मूर्धन्यं णकार मूर्धन्य णकार बिकास् रेफ इस् दे देट् इस् र as soon as ra comes then it becomes na excepting for some alphabets which we will learn when we learn that part of grammar astu agre pathatu senanihi senanyah senanyoho senanina it is there over there senaninam but actually that is not correct it is senanyam it is senanyam कीदृशं पदं सेनानी सेनानी इट् इस् ईकारान्त पुल्लिङ्ग ईकारान्त पुंलिङ्ग शब्दः इट् इस् पुंलिङ्ग शब्द इट् इस् नाट् स्त्रीलिङ्ग शब्दः ओके सो आल्दो सेनान्यः सेनान्योः आर् द सिमिलर् टु नद्यः एण्ड् नद्योः बट् इट् इस् नाट् सेनानीनां लैक् नदीनां बट् सेनान्याम् अस्तु धन्यवादः महोदय कविता भगिनी इदानीम् अहं पदं दास्यामि भवती वदतु आं भगिनि यतिः यतिः यतिः षष्ठी विभक्ति यतिः यति ईकारान्त पुल्लि ईकारान्त स्त्रीलिङ्ग शब्दः पुंलिङ्गः अस्ति यति इस् एसिटिक् संन्यासी इति संन्यासी अस्ति यति यति ईकारान्त पुल्लिङ्ग यति यति यत् यत्युः यत्योः यतीनां यत्युः इकारान्त पुंलिङ्ग अस्ति किल तर्हि यत्युः किमर्थं कविः लैक् कविः कविः इकारान्त इस् ह्रस्व नाट् ईकारान्त यतेः यत्योः यतीनां उत्तमम् अग्रे उकारान्त उकारान्त पुंलिङ्ग शब्दः विष्णुः विष्णुः विष्णोः विश्वोः विष्णूनां विष्णूनां हौ डु यु स्पेल् नाम गुरुवोः विष्णु विष्णु सो विष्णुवोः विष्णुवोः विष्णोः विष्णवोः विष्णूनां विष्णूनाम् उत्तमम् इदानीं भ्रातृ भ्रातृ इस् ऋकारान्त पुल्लिङ्गशब्दः लैक् पित्री आम् आम् सो ऋकारान्त पुंलिङ्ग शब्दः पुल्लिङ्गशब्दः सो षष्ठी विभक्ति भ्रातृः भ्रात्रो भ्रा नास्ति भ्रा भ्रा भ्रा भ्रा एवमेव तिष्ठति भ्रा भ्रा ओके भ्रातुः भ्रात्रोः भ्रातॄणां द टङ्ग् शुड् बि इन् बिट्वीन् फार् ऋकारः ओके अग्रे अहं दास्यामि पादपाणि पादपाणिः पादपाणि एव हि नास्ति तत्र विसर्गः नास्ति वारिवत् पादपाणि पादपाणि इस् लेग्स् एण्ड् हेण्ड्स् टुगेदर् इट् इस् अ समासः एक्चुलि इट् इस् अ समासः एण्ड् दोस् कैण्ड् आफ़् समासः द्वन्द्वसमासः दे आर् काल्ड् लैक् वेन् यु टाक् अबौट् अ ग्रूप् of things like padapani, hasta, hastangri, hands and legs, like that. Padapani is feet and hands. Padapani. So this is ikaranta napunsaklinga? Yes, yeah, uttama. Ikaranta. Ikaranta. Rasva, rasva asti. Varivat. Padapani. Tavadeva. Padapani hi. Naiva. Padapani hi naiva. Vari becomes varinaha. So? Padapani hi. Padapani naha. Vari becomes vari, the full word, plus naha. So, padapani will become pada. Padapani naha. Padapani naha. Padapani noho. Padapani naam. Pani naam. Naam. Tatra repha nasti. Vari naam tatra repha asti. Tari. Atra repha nasti. Padapani naam. Uttama. One doubt, ma'am, that ra, sh, and ri, when it changes, if when it comes, then so na changes to ana, is that? Yeah, it changes to na, but there are some exceptions as usual. So when it is sa, tha, it doesn't change. When we do that grammar portion of natvam, tatha gnyasyamaha, that time we will know. Okay. I can do a separate session actually on natvam. So that in future you all can automatically know. Okay? Until then I will tell you. Maybe when we finish Ashti Vibhaktihi and we are doing Vibhakti Vallari, that time one part of it I can put as Natvam. I'll keep that in mind. Agree. Vastu. Vastu. Vastu. Ukaranta Napunsakalingaha. Uttam. Uttamam. उत्तमम् अग्रे इकारान्त पुंलिङ्ग् शब्दे शब्दानाम् अन्याः शब्दाः न लब्धं मया न लब्धाः इति वदनीयम् अस्तु चिन्ता नास्ति भगिनि सेनानी एव पठतु सेनानीः पुल्लिङ्गशब्दः तत्र पुस्तके एव अस्ति कोष्टके नैव हरिः तत्र तु इकारान्त पुल्लिङ्गशब्दः अस्ति अत्र ईकारान्त स्त्रीलिङ्गे क्षम्यतां पुंलिङ्गे अस्ति तत्र कोष्ठके अस्ति किल सेनानीः सेनान्यः सेनान्योः सेनान्यां सेनान्यां तत्र सेनानीनाम् इति दत्तमस्ति तत्र दत्तमस्ति बट् देट् इस् नाट् करेक्ट् ओके सेनान्यां यु हव् टु पुट् इट् सेनानीनाम् इस् नाट् करेक्ट् अस्तु धन्यवादः भगिनि विजयकुमार् महोदय विजयकुमार् महोदय कपिः कपिः इकारान्त पुल्लिङ्ग वदतु रूपाणि कपेः कपेः कपयोः कपीनां कप्योः कप्योः कप्योः कप्योः कपीनां उत्तमम् शत्रुः शत्रु ऋकारान्त शत्रु उकारान्त पुंलिङ्ग् शब्दः अस्ति उकारान्त पुल्लिङ्ग् जस्ट् अ मिनिट् अत्र तत्र कोष्टके एव अस्ति वसुः वसोः वस्वोः वसूनाम् एवमेव शत्रुः शत्रुवोः शत्रुवोः शत्रुवोः शत्रूणां शत्रूणां शत्रु रेफ अस्ति शत्रूणां अग्रे जामातृ जामातृ जामातृ इस् वाट् इस् द मीनिङ्ग् आफ् जामातृ एनिबडि एनिबडि जामातृ जामातृ मीन्स् डोटर्स् हस्बेण्ड् यस् सन् इन् लॉ उत्तमम् ओके ओके ऋकारान्त पुंलिङ्ग् शब्दः अस्ति तत्र आवल्यामेव अहं वदामि ऐ एम् टेलिङ्ग् इट् इन् द सेम् सीक्वेन्स् महोदय सो पितावत् पितृवत् पितृ बिकम्स् पिता द वर्ड् बिकम्स् पिता सो पितुः पित्रोः पितॄणां लैक् देट् ओन्ली जामातृ बिकम्स् जामाता जामातुः जामातुः जामातुः जामातोः जामात्रोः उत्तमं जामातानां जामातॄणां ओ जामातॄणां अग्रे हस्ताङ्घ्रिः क्षम्यतां हस्ताङ्घ्रि इकारान्तम् इकारान्त पुंलिङ्ग् वारिवत् हस्ताङ्घ्रि हस्ताङ्घ्रीणा हस्ताङ्घ्रि णः हस्ताङ्घ्रीणा णः हस्ताङ्घ्रीणः णोः निसर्गः अस्ति अष्टाङ्गीनाम् अष्टाङ्घ्रीणाम् उत्तमम् अग्रे दारु दारुणः दारुणोः उत्तमं दारुणां दारुणां दारु रेफ अस्ति दारुणां दारुणां सेनानीः एव एव पठतु सेनान्योः सेनानीनाम् ऐ थिंक इट्स रॉन्ग सेनान्यां धन्यवादः अत्र अभ्यासस्य कृते एव अहं कारयामि अस्मि धन्यवादः महोदय विशालाक्षी भगिनी यस् मैम अग्निः अग्निः अग्नेः अग्न्योः अग्नीनाम् उत्तमम् अग्रे भानुः भानोः भान्वोः भानूनाम् उत्तमं मातृ मातृः मातृः नास्ति मातृ बिकम् माता मातुः मातृः मातॄणाम् उत्तमं कविता भगिनी किञ्चित् म्यूट् करोतु अस्तु अग्रे अम्बु अम्बु आम् अम्बुनः उत्तमम् अम्बुनोः अम्बूनाम् अम्बूनाम् नाम अम्बूनाम् हा बिकास् देयर नो रकार सो तत्र आम् पादपाणि एव वदतु पादपाणि पादपाणिनः पाद पादपाणि पादपाणि पादपाणि नः नः अण यतोहि तत्र रेफः नास्ति ओके पादपाणिनः पादपाणि नः पादपाणि नोः पादपाणि नाम नाम उत्तमम् सेनानीः एवमेव वदतु सेनानीः सेनान्यः सेनान्योः सेनान्याम् भानु इति शब्दस्य अर्थं कः भगिनि भानुः इति शब्दस्य भानुः स्काय् नो सन् सन् सन् सन् सन् करेक्ट् धन्यवादः धन्यवादः धन्यवादः इदानीं हा अभ्यासः कविता भगिनी आरम्भं करोतु अभ्यासः गीतायाः दशमाध्यायस्य दशमस्य अध्यायस्य तत् संख्याकं श्लोकं परिशील्य रिक्तस्थानानि पूरयत वदतु गीतायाः वदतु कीदृशं पदं वदतु अकारान्त गीता स्त्रीलिङ्गशब्द श्रीलिङ्गशब्द अस्ति अपि च विभक्तिः का उत्तमम् उत्तमं वचनं किं वचनम् एकवचनम् एकवचनं भगिनि वचनं किं मैम् वचनं किं हरि ओम् एकवचनम् उत्तमम् उत्तमम् अग्रे दशमस्य इति शब्दस्य दशमस्य इति शब्दस्य दशम न दशम षष्टिविभक्ति एकवचनम् उत्तमम् अग्रे अग्रे अध्यायस्य आफ् द चाप्टर् षष्टि उत्तमम् तत् संख्याकं वेरि गुड् उत्तमम् अपि च कीदृशं पदं तत्र विशेषणः अस्ति विशेषणः अस्ति तत्तत् संख्याकं श्लोकम् इति पदस्य विशेषणम् अस्ति तदर्थं तस्य एव विभक्तिः एव स्वीकरोति विभक्ति कीदृशं पदं परिशील्य कृत्य आगम्य नैव नैव परिशील्य कोऽपि वदति किं कीदृशं पदं कर्तृपदम् नैव कर्तृपदं नास्ति परिशील्य कीदृशं पदं ल्यबन्तम् अस्ति ल्यबन्तम् इट् इस् अ ल्यप् प्रत्ययः कृत्य लप् ल्यप् प्रत्ययः वेरव देर् इस् अ नमस्कृत्य वेरव देर् इस् अ उपसर्गः प्रीफिक्स् परि इति प्रीफिक्स् अस्ति अत्र उपसर्गः अस्ति तर्हि परिशील्य आफ्टर् एक्सामिनिङ्ग् रिक्तस्थानानि so the fill up the blanks rikta sthanani kidrisham padam sthanani ika sthana akaranta nain sthanam asti napumsakalinge asti sthanani ivanani yatha whenever there is ani vakyani this is all napumsakalinga otherwise it would have been like ramaha is it it's raman if it is dvitiya vibhakti acha phalam phale phalani so atavate tatha eva idani rikta sthanani iti padasya vibhakti hi ka sthanani eva vibhakti sthanani स्थानानि पूरयत फिल् इन् द ब्लाङ्क्स् उत्तमं द्वितीया विभक्ति बहुवचनं बहुवचनं तत्र पूरयत पूरयत कीदृशं पदं कर्तृपदम् नैव कर्तृ नास्ति पूरयत कोऽपि वदतु पूरयत कीदृशं पदम् पूरयत विजय थङ्की महोदय लोट्लकारः लोट्लकारः उत्तमं पूरयत अस्तु धन्यवादः महोदय भगिनी पठतु कविता भगिनी आं भगिनि उदाहरण भगवान् सेनानीनां स्कन्दः तत्र मम इदानीं मम प्रस्तुतिः दृश्यते किल आं भगिनि तत्र चतुर्विंशतितमः श्लोकः अस्ति चतुर्विंशति 24 पूरे दशाञ्च च मुख पुरो दशाञ्च मुख्यं मां विद्धि पार्थ बृहस्पतिं सेनानीनामहं स्कन्दः सरसामसि सागरः क्षम्यतां सरसामस्मि सागरः सो ओवर् देर् इट् इस् गिवेन् सेनानीनामहं स्कन्दः सो सेनानी स्कन्दः तत्र हि वास् द लीडर् रैट् हि वास् बोर्न् ओन्लि टु किल् राक्षसः इस् नेम् ऐ केनाट् रिमेम्बर् नौ सो इफ् एनिबडि केन् रिमेम्बर् देन् यु केन् हेल्प् मी औट् कार्तिक् स्वामी कार्तिक् स्कन्दः कार्तिकः अस्ति परन्तु तस्य कस्य वधं कृतवान् सः पश्यामि अहम् इदानीं सो महिषासुर न जानामि भगिनि ऐ विल् हेव् टु चेक् औट् सो सेनानीनाम् अहं स्कन्दः आफ् आफ् द लीडर्स् आफ् द जनरल्स् आफ् द आर्मी लीडर्स् I am Skandaha because he was born actually as a to lead and kill that asura so now what we have to do is idanim shlokan drishtva vadaniyam bagini agrimam karotu am bagini panchavimshatihi आं भगिनि महर्षीणां मृगरहं गिराम् अम्यां गिरामस्म्येकमक्षरम् यज्ञानां च जपो यज्ञोऽस्मि स्थावरां हिमालयः स्थावराणां हिमालयः इदानीं प्रथमं करोतु भृगुः भृगुः भृगुः भृगुः Brighuhu is 25. Brighu, Brighu, Brighu. इदानीं पठितवती किल तदेव महर्षि नाम भृगु राम महर्षि भृगुः सो ऑफ ऑल द महर्षीस् ऐ एम् भृगुः सो भगवान् भगवान् महर्षीणां भृगुः भृगुः अस्ति इति अध्याहार अस्ति इस् अण्डर्स्टुड् महर्षीणां भृगुः अग्रे अश्वतः सर्ववृक्षाणां हिमालयः तर्हि इदानीं वाक्यं रचयतु आं भगिनि स्थावराणां हिमालयः of all the mountains atra ashvatah uttamam ashvatah tat trit ashvatah sarva vrikshanam of all the vrikshas I am the ashvata vrikshah uttamam dhanyavadah vijay kumar mahoday agrimam karotu chaturtham karotu narada देवर्षीणां सो भगवान् देवर्षीणां नारदः अस्ति तत्र च मास्तु च मास्तु पञ्चम गजेन्द्राणां उत्तमम् अग्रे करोतु उत्तमं क्षम्यताम् उत्तमं धन्यवादः महोदय विजय थङ्की महोदय अग्रिमं करोतु विजय थङ्की महोदय हरि ओम् विजय थङ्की महोदय अस्ति किम् आं भगिनि सर्पाणाम् अस्मि वासुकिः भगवान् सर्पाणां वासुकिः अनन्तः अनन्तश्चास्मि नागानाम् भगवान् सो नागानाम् अनन्तः वदतु भगवान् नागानाम् अनन्तः नागानां भगवान् धन्यवादः अनन्तः धन्यवादः तत्र विशालाक्षि भगिनी भगवान् पितॄणाम् अर्यमा भगवान् विद्यानाम् अध्यात्मविद्या भगवद्गीता अर्थं तु अवगतमिति मन्ये भगवान् अग्रे पठतु भगिनी भवती एव पठतु उच्चैः तत्र उच्चैः पठत द्वयविंशति बुद्धे बुद्धेः भेदः न जननीयः. बुद्धेः तत्र उच्चैः उच्चैः कीदृशं पदम् उच्च उच्चैः इस् इन्डिक्लैनेबल् उच्चैः इट् आल्वेस् रिमेन्स् सेम् सेम् इन्डिक्लैनेबल् अव्ययं पदम् अव्ययं पदम् अव्ययम् ओके पठत पठत पठ कीदृशं पदम् ऐ डोण्ट् नो वेदर् इट् इस् दट् लोट् लकार और् दट् ऐ डोण्ट् नो यस् लोट् लकारः लोट् लकारः अस्ति हौ डू यू नो द डिफरेंस पठत इफ् यु नो द लकारस् देन् यु विल् नो द डिफरेंस बिकास् पठत इस् टेलिङ्ग् यु टु रीड् इट्स् टेलिङ्ग् आल् आफ् यु टु रीड् सो इट् इस् लोट् लकारः पठत If I say pathati, then what lakara it becomes? Reading, she is reading, no? Yeah, but what is the lakara? Pathati. Lakara kaha, vada tu Kavita Bhagini atva Vijay Kumar atva Vijay Thanki Mohde. Lat lakara. Lat lakara. So here it is pathata. It is telling all of you to read. And the forms are pathatu, pathatam, pathantu. Patha, pathatam. Pathata, that is the pathata over here. All of you read. Pathani, pathava, pathama. Astu, buddhehe bhedaha na jananiyaha. Now, buddhehe vibhaktihi ka? Shashti. Shashti vibhakti. Pratipadikam kim? Buddhi. Buddhihi. Tatra, स्त्रीलिङ्गे अस्ति तत्र बुद्धिः परन्तु कोष्ठके अग्रे दत्तमस्ति एकवचनं भेदः भेदः न जननीयः इट् मीन्स् देट् इट् इस् फ्रोम् 3.26 आफ् द भगवद्गीता एण्ड् इट् मीन्स् देट् यु शुड् नाट् गो टु correct others in that way because if you what read is the action bhedaha means not secret no in this context it doesn't mean secret it means in 3.26 he is actually telling we can see over here I don't know the word it means that don't go to advise people is it Yeah, it says that especially when you are in a power of position, because people will will listen to you. So let them do work, and you should only be able to inspire them. Don't go to tell anything to the ignorant people. Na buddhi bhedan janayet agnyanam karma sanginam joshayet sarva karmani vidvan yuktat samacharan. Okay. Astu. Agrimam vadatu. Danoho putraha danavaha. Danoho. Kidrisham padam? Danu. Danu. Danuhu. So Danuhu is the Pratipadika. Danuhu is the Prathamavibhakti. Danuhu. Kidrisham padam Danu? Danu. Pratipadikam Danu asti. Tarhi, Kidrisham padam Ukaranta? Ukaranta Pullinga Shabdaha. Putraha Naiva Tatra. तत्र धनु दक्षायाः सा पुत्री आसीत् तर्हि धनु उकारान्त स्त्रीलिङ्गे अस्ति पट् पुत्रः उकारान्त स्त्रीलिङ्गे तु अनेकाः शब्दाः न सन्ति I thought it means that Danu is the son of Danava. I thought like that. Naiva. No. Danoho okay. Putraha Danava. So all of her children were all Danava. Okay. Ma'am, is it Dhenu, like Dhenu? Yeah, yes. Dhenohu Davateva. But there are very few words as far as I know. We can find out later on which are the words in Ukaranta Strilinge. अस्तु धन्यवादाः भगिनी धन्यवादाः विजयकुमार महोदय अग्रिमं करोतु आं भगिनि गत्योः शुक्ला गति श्रेष्ठः गतिः श्रेष्ठा गत्योः कीदृशं पदं प्रातिपदिकं किम् इट्स् कम्स् टु इकारान्त स्त्रीलिङ्ग मत्या सिमिलर् टु मत्योः मत्योः एकवचनं शुक्ला गतिः श्रेष्ठा दट् मीन्स् द of the time, no, that the Shukla and Krishna as we have the fortnights. Okay. So Shukla is Shrestha. It is even better. Because Krishna is going towards darkness, right? And Shukla is coming towards light. So light. Okay. And it is from 8.26. शुक्लकृष्णे गति हेते जगतश्शाश्वते मते एकया यात्यनावृत्तिम् अन्यया वर्तते पुनः इट् गोस् वन् आफ्टर् दि अदर् लैक् देट् ओन्ली लैफ् एण्ड् डेत् लैफ् इस् रिलेटिङ्ग् टु लैट् एण्ड् डेत् टु डार्क्नेस् अस्तु अग्रिमं पठतु अधमा धृतीनां तामसी अधमा अधमा अधमा ओके अधमा लाइक दैट अधमा धृतीनां इज इकारांत स्त्रीलिंग उत्तमम एंड षष्टी विभक्ति हां वचन बहुवचनम बहुवचनम् उत्तमम् तामसी अपि च अर्थं वदतु नो एक्चुअली ओवर हियर Dhriti over here, generally it means sturdiness, etc. Over here, but because Tamasi is written, no? Tamasi, it is one of the, you can say, gunas. Okay? You can say it's one of the gunas. So in 35, 18.35, you can see that. So, usually dhriti means that only, but over here you can see that it is one of the gunas. Tamasi adhama. Adhama is low. Low. Astu. Dhanyavada mahode. Kavita bhagini. Namaste bhagini. This dhriti naam tamasi adhama, I couldn't understand what does it mean? Dhriti naam. So actually dhriti means being steady, courage, you can say like that. Okay, so in that 18th chapter he tells about all the gunas, no, all the gunas in which category it falls. So tamasi adhama, just like just like we said naganam anantah, like that only bhagavan naganam anantah, like that only dhriti nam, of all these you can say of the sturdiness or of intelligence, you can tell that. Tamasi is the worst, lowest. Avagata? Dhritina, tamasi, adhama. Of all the dhritis, like tamasi, sattvam and rajas, like that only, tamasi is the worst. Astu, panchamam pathatu bhagini. चम्बावाह नायकः दृष्टद्युम्नः दृष्टद्युम्नः नायकः इज एक्टर इज दृष्टद्युम्नः व्हाट इज चम्बावा चमु देयर इन 1.3 इफ यू हैव द भगवद गीता इन फ्रंट ऑफ यू 1.3 पश्यै ताम पांडुपुत्राणाम आचार्य महतीम चमूम. Chamu is one of the army organizations. Achha. So, Chamvaha, if you turn the page on Chaturvimshati Tama Pute, Chamu Asti, Pashyatu, Chamu, Chamvaha, Chamboho, Chamunam. Chahaha, yes. Chamu, Chamvaha, Chamboho, Chamunam. चमू तत्र ऊकारान्त स्त्रीलिङ्गपदम् अस्ति. चम्बाः वदतु विभक्तिः का आकारान्त नास्ति. चमूः अस्ति, पश्यतु चमू अस्ति प्रातिपदिकं. चमू ऊकारान्त स्त्रीलिङ्गपदम्. विभक्तिः का षष्ठी विभक्तिः वचनं किं बहुवचन नैव नैव पश्यतु अत्र एकवचने अस्ति. A little confusing, yes, because you are thinking about Ramaha and Ramaha. Chambaha Nayakah Drishtadyumnaha. Artham kim bhagini? Artham? Chambavas Nayakah or the leader is Drishtadyumnaha. Drishtadyumnaha. Agrimam karotu. Aam bhagini. Bravor madhye pranaha avasheshaniyaha. Aveshaniyaha. Aveshaniya, that means you should concentrate on that. Rigor madhyehe pranaha, that when you are doing meditation, they say, I don't know because I don't meditate as such. So 8.10, they say when you are doing yoga and all, no? They say, no, that between the bhruvor madhye, pranam aveshya, you have to think of your breath between the two brows, eyebrows. So that is 8.10. 8.10 he tells that if you have it with you. Prayana kale manasa chalena bhaktya yukto yoga balena chaiva bhruvor madhye pranam aveshya samyak satam param purusham upaiti divyam. Vadatu. अर्थम् अवगतम् अर्थः अवगत. इदानीं वदतु भ्रुवोः प्रातिपदिकं वदतु. भ्रुवुः उकारान्त पुंलिङ्ग शब्दः. वचनं किम् द्विवचनं वेरि गुड् मध्ये त प्राणः आवेशनीयः करणीयः इति यु मस्ट् इति अधुना धन्यवादः भगिनि. तत्र विजयकुमार महोदय. आं भगिनि, वधूनां रक्षाणां करणीयम्. रक्षणं ओ वधूनां रक्षणं करणीयम्. Of the brides, Strilinga Vadhu is? Rakshanam is protecting. Uttamam. Karaniyam is a hand. No. That is not the Karaniyam. That is Karaha. That is Karaha. That is different. So Karaniyam. This is the Aniyar Pratyaya. To do. Karaniyam. So, Vadhunam Vibhakti hi ka mahoday? Vadhunam is Shashti Vibhakti Bahuvachanam. Bahuvachanam. So, artham vadatu? Vakyasya artham vadatu? Ladies should be protected. Of the ladies, protection should happen. Why? Because it is passive tense. Karaniyam is pathaniyam. These are all passive tense. You have not done passive tense, so it's okay, but you have understood correctly. Only thing is vadhunam, because it is of the vadhus, protection should happen or should be done. Agrimam karotu. मातुः कृपया जीवामि. मातृ इस् मदर्. विभक्तिः मातुः माता. ऐ थिङ्क् इस् कम्स् टु माता. यस् माता. मातुः विभक्तिः का स्त्रीलिङ्ग. आकारान्त नास्ति. मातु ऋकारान्तः. मातृ पितृ भ्रातृ जामातृ. ओके ओके. कर्तृ षष्टिविभक्ति. षष्टिविभक्तिः वचनम् एकवचनं. कृपया जीवामि. कृपया केन् यु गेस् विभक्ति. विभक्तिः वदतु. कृपया Indeclinable. नैव. कोऽपि वदति किं कृपया. कृपा. उत्तमं. तर्हि कृपया. कृपया विभक्तिः का. कृपया इस् या रामाय रामयो. एनिबडि कृपया. चतुर्थी. नैव. कृपया माला. मालया. ओ जस्ट् अ मिनिट्. माला शब्द. कोऽपि वदतु. एनिबडि केन् टेल्. मालया. रमया. तृतीया विभक्ति. तृतीया विभक्ति. तो मातुः कृपया जीवामि. अर्थं वदतु. अमौङ्ग् द मदर्. नहीं, मातु. बाय द ग्रेस्. कृपा इज ग्रेस् और लव्. कृपा इज दैट काइंड ऑफ ग्रेस्. सो बाय माय मदर्स ग्रेस आई लिव. बाय द ग्रेस ऑफ माय मदर. तृतीया विभक्ति इज कृपया. सो बाय द ग्रेस. ग्रेस ऑफ हूम. मदर्स. By my mother's grace, I live. Okay. धन्यवादः. विजय थंकी महोदय. आम भगिनी. करोतु. गणेशः द्वयोः मात्रोः पुत्रः द्वै मातुरः गणेशः अकारान्त अकारान्त पुंलिङ्गशब्दः वच विभक्तिः का प्रथमाविभक्तिः प्रथमाविभक्तिः जस्ट् लैक् महोदयः माता पिता एट्सेट्रा गणेशः द्वयोः मात्रोः द्वयोः विशेषण है ना ये तो हाँ उत्तमम् उत्तमम् विशेषणम् अस्ति वचनं किम् द्विवचन द्विवचनम् अपि च विभक्तिः का षष्ठी विभक्ति मात्रोः वदतु कीदृशं पदम् मात्रोः मातृ ऋकारान्त स्त्रीलिङ्गपदं ऋकारान्त अत्र विभक्तिः का वचनं किं षष्ठी विभक्ति एकवचनम् एकवचनं किमर्थं द्वयोः मातृ पित्रोः मतलब मातृ द्विवचनम् पुत्रः पुत्रः गणेश द्वयोः मातृः पुत्रः तस्य नाम द्वै मातुरः अस्ति अर्थं वदतु गणेश हेज़ टू मदर्स बट ट्रांसलेटेड विद द विभक्ति सिक्स्थ विभक्ति सो गणेशः इज द सन ऑफ टू मदर्स What you have understood is correct, but what I am trying to emphasize over here is to understand the Vibhakti. If you translate it in your mind in the same way, it will become easier to remember the Vibhakti. Okay? Okay. So, Dvayoho Matroho, of two mothers, Ganesh is the son. Dvay Maturah. Satyam Vadaniyam Chet Aham Tu Na Jnatavati. I did not know that he was the mother of two sons. Yeah, I did not know and apparently the other mother's name is Malini. Dvai Maturah. But in Ganesha Sahasranama, if anybody reads, perhaps it is there. That's what is mentioned in the... Because I saw, I know. Astu. Agrimam Karotu, Mahode? रामः मातृणां प्रियः पुत्रः वदतु महोदय रामः हरि ओम् एकवचन प्रथमाविभक्ति उत्तमं मातॄणां षष्ठी विभक्ति बहुवचन वचन उत्तमं प्रातिपदिकं किं मातृ ककारान्त श्रीलिङ्गपदं प्रियः पुत्रः अर्थं वदतु महोदय हरि ओम् आं भगिनि श्रूयते किम् आं भगिनि वदतु रामः मातॄणां प्रियः पुत्रः अर्थं वदतु वाक्यस्य अर्थं वदतु राम इज लव्ड् बै हिज मदर नैव इट् इस् करेक्ट् वाट् यु आर् सेयिङ्ग् बट् ऐ वाण्ट् यु टु translate it with the vibhakti. So matrunam, what is the translation of matrunam? Of the mothers. Of the of the mothers. Of all the mothers, of all the mothers, because it is Bahuvachanam, Ramaha is the loved one. Astu, dhanyavadaha, Mahode. Vishalakshi Bhagini, agrimam karotu. Tatra dvayoho panktyoho madhye sthanam nasti. Whether the meaning is between the two lines, there is no space. So if you do it with the vibhakti, if you do it with the vibhakti, the translation of the among the two lines, there is no space of the two lines. So or among in the middle, in the middle of both the lines, so of both the lines over there, in the middle of both the lines, there is no space. No idani. Space. Yeah. Tatra kīdrisham padam shigram vadatu. Atra tatra sarvatra kritavata kritavanta. Or kīdrisham padam. I don't. Avyaya is it? Avyayam. Avyaya. Avyayam. That doesn't change at all, though, there. Yes. In decline. Dvayoho. That is dvaya. Dvaya. Is it? Yeah. So. Dvaya. Dvaya. Dvivachanam. Vibhakti. Shashti vibhakti. Shashti vibhakti. Agre. Then. Matroho. Panktyoho. So pankti, sorry, I read the ninth one. Pankti. Ikaranta, strilinga pada. Strilinga, ikar, no, not e, not e, it not is ikaranta. Ikaranta. It is shashti vibhakti dvivachanam. Uttamam. Madhye. Madhye. Is avyayam. Avyayam, okay. Madhye doesn't change, yes. Madhye. Sthanam. Sthanam. That also is avyaya only. Naiva. I think sthanam, napumsakalingam. Napumsakalingam. Napumsakalingam. Asti, nasti. Na asti. Asti, kriyapadam. Kriyapadam, okay. Agrimam karotu. Samskrite suktinam mahatvam asti. Samskrite, samskrita. Samskrite is ekvachanam. Vibhakti ka? Vibhakti is shakti, kopi is it? Naiva, naiva, naiva. Naiva? Kopi sahayam karo. Mala, mala. Saptami. It is. Saptami, saptami. Samskrite. Samskritam napumsakalingam padam. Samskrite. Saptami vibhakti. Samskrite in samskritam. Suktinam. Suktinam. Inam. Vibhakti vadatu adam. Suktinam is shashti. Shashti vibhakti. Shashti vibhakti. Yeah. Okay. Vibhakti. Ikaranta strilinga shabdha. Uttamam. Sukti. Sukti. Ikaranta. Sukti. Rasva. Rasva. Sukti. Sukti naam mahatvam. Sukti naam. Mahatvam asti. Now, what is the meaning of this? Sukti hi is the famous one-liners. Famous one-liners. For example, tena vina trinam api na chalati. It is a sukti. It is a sukti. So if you have given the pravesha or of those exams, so then of the first usually the of the sukti is samskrita is very important. Or important. Naiva, naiva. In Sanskritam. In Sanskritam. Okay. In Sanskritam. of the suktis, a lot of importance is there. Importance is there. Okay, like basically that. It says that of the suktis, because we want to translate in the vibhakti, so of the suktis in Sanskritam, a lot of importance is there. Okay. धन्यवादः भगिनि. कविता भगिनी अग्रिमं करोतु, अग्रिमं करोतु. आं भगिनि, रज्जोः अग्रभागं गृहवातु, गृह्णातु, गृह्णातु, गृह्णातु मीन् अर्थं वदतु. रज्जोः सर्प, रज्जु सर्पः, रज्जु, रज्जु इस् रोप्, Rajjuhu is rope. So, ukaranta? This is Rajju, no? Rajju. Rope. So, rope. Ukaranta? Napunsaklinga? Strilinga. Strilinga shabda hasti, Rajjuhu. So, Rajjuhu vibhakti ka? Rajjuhu, Rajjuhu shashti vibhakti. Rajjuhu. Shashti vibhakti. वचनम् एकवचनम् अग्रभागं गृह्णातु. अर्थं वदतु, अर्थं वदतु. गृह्णातु मीन्स् केच्, केच् होल्ड् द फ्रण्ट् पोर्शन् आफ् द केच् आफ् द रोप्. सो गृह्णातु, लकारः, लकारः, लकारः कः? गृह्णातु लोट् लकार. उत्तमम्, उत्तमं, हा, धन्यवादः. विजय थङ्की महोदय अग्रिमं करोतु. अञ्जनेयस्य हन्वोः प्रहारः आसीत्. अञ्जनेयस्य षष्ठीविभक्ति. Hanvoho. Can't understand this Hanvoho. Yeah, so Hanu, Hanuho is a jaw. Ukaranta, Strilinga Shabda Hasti. Hanvoho. Hanu is the, his jaw. It's bloated, right? It's bloated. So, jaws, or you can't call it cheeks because it is not cheeks. So the jaws are swollen, like that, swollen. Evam asti kila Hanumanasya jaw. So Hanvoho. Hanvoho, which vachanam kim? Dvi vachanam. So of Hanuman's, of his two jaws, Praharah asti. Praharah is, it is swollen. Asit, was there. Asit, langlakarah asti, asthato. What you said was Praharah? Praharah is swollen over here. Well, actually, okay. Praharah, if you literally translate it, then Praharah is to beat, but then it is not beaten, right? So, swollen in that sense. Huge. Okay, धन्यवादः. अस्तु, विजयकुमार् महोदय अग्रिमं करोतु. मातृकानां वचनानि मातॄणां वचनानि हितायः एव भवन्ति. हिताय, विसर्गः नास्ति. हिताय एव भवन्ति मातॄणां. मातॄणां वदतु. ऋकारान्त, ऋकारान्त स्त्रीलिङ्गशब्दः. विभक्तिः का? मातॄणां, पितॄणां. दिस् इस् षष्टि विभक्ति बहुवचनम्. उत्तमं. वचनानि, अर्थं वदतु मातॄणां इति पदस्य. मातॄणां mothers of all mothers of all mothers of, of all mothers Vachanavali is advice advice or words among the all the mothers hitaya means from for good very good uttamam advice is among mothers advice good is always good of all mothers of all mothers words is always for good the words or the advice of all mothers is always for your benefit अस्तु किञ्चित् एव कृतवन्तः परन्तु चिन्ता नास्ति सम्यक् एव कृतवन्तः इति मन्ये महोदय शान्तिमन्त्रं जानाति किं मम प्रस्तुतिः नास्ति हरि ओम् श्रूयते किं कविता भगिनी जानाति किं हरि ओम् श्रूयते किं मम ध्वनिः श्रूयते श्रूयते मम ध्वनिः श्रूयते किम् आं भगिनि आं भगिनि हा कविता भगिनी न जानाति किं शान्तिमन्त्रं जानाति किं न न ऐ कान्ट् रिमेम्बर् न जानामि अहं न जानामि न अस्तु विजय विजय थङ्की महोदय महोदय जानाति किं चिन्ता नास्ति विजय थङ्की महोदय जानाति किं अस्तु विशालाक्षी भगिनी जानाति किं हरि ओम् ऐ टेल् द स्वस्ति प्रजाभ्यः वदतु स्वस्ति प्रजाभ्यः परिपालयन्तां न्यायेन मार्गेण महीं महिषाः गोभूचरेभ्यः शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु ॐ शान्तिश्शान्तिश्शान्तिः हरिः ॐ श्रीकृष्णार्पणमस्तु धन्यवादाः अनेके धन्यवादः पुनर्मिलामः पुनर्मिलामः गृहरूपस्य विषयम् अहं प्रेषयामि धन्यवादः सर्वेभ्यः ओके ओके